पञ्चमोऽध्यायः कर्मणि अकर्म यः पश्येत् इत्यारभ्य स युक्तः कृष्णकर्मकृन् ज्ञानानि दग्धकर्माणां शारीरं केवलं कर्म कुर्वन् यदृच्छालाभसन्तुष्टः ब्रह्मार्पणं ब्रह्मविः कर्मजान् विदितान् सर्वान् सर्वं कर्माखिलं पार्थ ज्ञानाग्निः सर्वकर्माणि योगसंन्यस्तकर्माणम् इत्येतैः वचनैः सर्वकर्मसन्न्यासमवोचद्भवान् चित्वैनं संशयं योगम् आतिष्ठ इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणम् अनुतिष्ठ इत्युक्तवान्। तयोः उभयोश्च कर्मानुष्ठानकर्मसन्न्यासयोः स्थितिगतिवतो परस्परविरोधात् एकेन सह कर्तुम् अशक्यत्वात् कालभेदेन च अनुष्ठानविधान अभावात् अर्थात् एतयोः अन्यतरकर्तव्यताप्राप्तौ सत्यं यत् प्रशस्यतरम् एतयोः कर्मानुष्ठानकर्मसन्न्यासयोः तत्कर्तव्यं न इतरतु इत्यमन्यमानः। प्रशस्यतरभुत्सया अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण इत्यादिना ननु च आत्मविदः ज्ञानयोगिनिष्ठां प्रतिपिपादिशन् पूर्वोदावृतैः वचनैः भगवान् सर्वकर्मसन्न्यासम् अवोचत् न तु अनात्मन्यस्य। अतश्च कर्मानुष्ठानकर्मसन्न्यासयोः भिन्नपुरुषविषयत्व अन्यतरस्य प्रशस्यतरत्वभूत्सया अयं प्रश्नः अनुत्पन्नः। सत्यमेव त्वदभिप्रायेण प्रश्नो न उपपद्यते प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नः उच्यतैव इति वदामः। कथं पूर्वोदाहृतैः वचनैः भगवतः कर्मसन्न्यासस्य कर्तव्यतया विवक्षितत्वात् प्राधान्यम् अन्तरेण च कर्तारं तस्य कर्तव्यत्व असम्भवः अनात्मविदपि कर्ता पक्षे प्राप्तः अनुज्यत एव न पुनः आत्मवित् कर्तृकत्वमेव सन्न्यासस्य विवक्षितम् इत्येवम् अन्वानस्य अर्जुनस्य कर्मानुष्ठानकर्मसन्न्यासयोः अविद्वत्पुरुषकर्तृकत्वमपि अस्ति इति पूर्वोक्तेन प्रकारेण तयोः परस्परविरोधः अन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यं न इतरत् इति प्रशस्यतरविविधिशय प्रश्नः न अनुपन्नः। प्रतिवचनवाक्यार्थनिरूपणेनापि प्रष्टोभिप्रायः एवमेव इति गम्यते। कथं सन्न्यासकर्मयोगौ निःश्रेयसकरौ तयोस्तु कर्मयोगो विशिष्यते इति प्रतिवचनम् एतत् निरूप्यं किम् अनेन आत्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोः निःश्रेयसकरत्वं प्रयोजनम् उक्त्वा तयोरेव कुतश्चित् विशेष कर्मसन्न्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते आहोऽस्मि अनात्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोः तदुभयम् उच्यते इति। किञ्च अतः यदि आत्मवित्कर्तृकयोः कर्मसन्न्यासकर्मयोगयोः निःश्रेयसकरत्वं तयोस्तु कर्मसन्न्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते यदि वा अनात्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोः तद्भयम् उच्यते इति। अत्र उच्यते आत्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोः असम्भव तयोः निःश्रेयसकरत्ववचनं तदीयाच्च कर्मसन्न्यासात् कर्मयोगस्य विशिष्टत्वाविधानम् इति एतन् उभयम् अनुपन्न। यदि अनात्मविदः कर्मसन्न्यासः तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः सम्भवेत तदा तयोः निःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसन्न्यासात् विशिष्टत्वाविधानम् इत्येतद् उभयम् उपद्येत। आत्मविदस्तु सन्न्यासकर्मयोगयोः असमव तयोः निःश्रेयसकरत्वाविधानं कर्मसन्न्यासाच्च कर्मयोगः विशिष्यते इति च अनुपपन्नम्। अत्र अहं किम् आत्मविदः सन्न्यासकर्मयोगयोः उभयोरपि असम्भवः आहोऽस्वित् अन्यतरस्य असम्भवः यदा च अन्यतरस्य असम्भवः तदा किं कर्मसन्न्यासस्य उत कर्मयोगस्य इति असम्भवे कारणं च वक्तव्यम् इति। अत्र उच्यते आत्मविदः निवृत्तमिथ्याज्ञानत्वात् विपर्ययज्ञानमूलस्य कर्मयोगस्य असम्भवस्य जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन यो वेत्ति तस्य आत्मविदः सम्यक्दर्शनेन अपास्तमित्याज्ञानस्य निष्क्रियात्मस्वरूपावस्थानलक्षणं सर्वकर्मसन्न्यासम् उक्त्वा तद्विपरीतस्य मिथ्याज्ञानमूलकर्तृत्वायमानपुरस्सरस्य सक्रियात्मस्वरूपावस्थानरूपस्य कर्मयोगस्य इह गीताशास्त्रे तत्र तत्र आत्मस्वरूपनिरूपणप्रदेशेषु सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात् अभावः प्रतिपाद्यते यस्म तस्मात् आत्मविदः निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो न सम्भवति इति युक्तम् उक्तं स्यात्। केषु केषु पुनः आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः कर्म अभावः प्रतिपाद्यते इति अत्र उच्यते अविनाशतुत इति प्रकृत्य यैनं वेत्ति हन्तारं वेदाविनाशनं नित्यम् इत्यादौ तत्र तत्र आत्मविदः कर्म अभावः उच्यते। नाम च कर्मयोगोपि आत्मस्वरूपनिरूपणप्रदेशेषु तत्र तत्र प्रतिपाद्यते एव तद्यथा तस्मान् युद्धस्ववारत स्वधर्मं विचावेक्ष कर्मण्येवाधिकारस्ते इत्यादौ अतश्च कथम् आत्मविदः कर्मयोगस्य असम्भवः स्यादिति अत्र उच्यते सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधः ज्ञानयोगेन साङ्ख्यानाम् इत्यनेन साङ्ख्यानाम् आत्मतत्त्वविदम् अनात्मवित्कर्तृककर्मयोगनिष्ठातः निष्क्रियात्मस्वरूपावस्थानलक्षणायाः ज्ञानयोगनिष्ठायाः पृथक्करण कृतकृत्यत्वेन आत्मविदः प्रयोजनान्तर अभावः तस्य कार्यं न विद्यते इति कर्तव्यान्तर अभाववचनाच्च न कर्मणाम् आरम्भम् संन्यासस्तुमहाबाहो दुःखमाप्तमेव गतः इत्यादिना च आत्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानं योगारूढस्य तस्यैव शमः कारणमुच्यते इत्यनेन च उत्पन्नसम्यग्दर्शनस्य कर्मयोग अभाववचनं शरीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् इति च शरीरस्थितिकारण अतिरिक्तस्य कर्मणः निवारणं नैव किञ्चित् करोमि इति युक्तो मन्ये तत्त्ववेन् इत्यनेन च शरीरस्थितिमात्रप्रयुक्तेष्वपि दर्शनश्रवणादिकर्मसु आत्मयाथात्म्यविदः करोमि इति प्रत्ययस्य समाहितचेतस्तया सदा अकर्तव्यत्वोपदेशः आत्मतत्त्वविदः सम्यग्दर्शनविरुद्धः मिथ्याज्ञानहेतुकः कर्मयोगः स्वप्नेऽपि न सम्भावयितुं शक्यते यस्म तस्मात् अनात्मवित्कर्तृकयोरेव सन्न्यासकर्मयोगयोः निःश्रेयसकरत्वचनं तदीयाच्च कर्मसन्न्यासात् पूर्वोक्त आत्मवित्कर्तृक सर्वकर्मसन्न्यासविलक्षणं सत्येव कर्तृत्वविज्ञाने कर्मैकदेशविषयं यमनियमादिसहितत्वेन च दुरनुष्ठेयात् सुकरत्वेन च कर्मयोगस्य विशिष्टत्वविधानम् इत्येवं प्रतिवचनवाक्यार्थनिरूपणेनापि पूर्वोक्तः पृष्ठभिप्रायः निश्चीयते इति स्थितम्। जायसि चेत् कर्मणस्ति इत्यत्र ज्ञानकर्मणोः सह असम्भवे यच्छ्रेयतयोः तद्ब्रूहि इत्येवं पृष्टो अर्जुनेन भगवान् साङ्ख्यानां सन्न्यासिनां ज्ञानयोगिन निष्ठा पुनः कर्मयोगेन योगिनां निष्ठा प्रोक्ता इति निर्णयं चकार न च सन्न्यसनादेव केवला सिद्धिं समधिगच्छति इति वचन ज्ञानसहितस्य सिद्धिसाधनत्वम् इष्टं कर्मयोगस्य च विधानं ज्ञानरहितस्य सन्न्यासः श्रेयान् किं वा कर्मयोगः श्रेयान् इति एतयोः विशेषबुभुत्सय अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि यच्छ्रेययेतयोरेकं तं मे ब्रूहि सुनिश्चितम्। सन्न्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशेषाणां शंससि प्रशंससि कथयसि इत्येतत्। पुनः योगं च तेषामेव अनुष्ठानम् अवश्यकर्तव्यं शंसति अतः मे कतर्श्रेयः इति संशयः किं कर्मानुष्ठानं श्रेयः किं वा तद्धानमिति प्रशस्यतरं च अनुष्ठेयम् अतश्च श्रेयः प्रशस्यतरम् एतयोः कर्मसन्न्यासकर्मयोगयोः यदनुष्ठानं श्रेयोवाप्तिः मम स्यादिति मन्यते तत् एकम् अन्यतर सः एकपुरुषानुष्ठेयत्वसम्भव मे ब्रूहि सुनिश्चितम् अभिप्रेतुं तव इति स्वाभिप्रायम् आचक्षाणो निर्णयाय श्रीभगवानुवाच श्रीभगवानुवाच सन्न्यासकर्मयोगश्च निःश्रेयस्सकरावुभौ तयोस्तु कर्म संन्यास कर्मयोगो विशिष्यते। संन्यास कर्मणां परित्यागः कर्मयोगश्च तेषाम् अनुष्ठानं तौ उभौ अपि निःश्रेयसकरौ मोक्षं कुर्वाति ज्ञानोत्पत्ति हेतुत्वे। उभौ यद्यपि निःश्रेयसकरौ तथापि तयोस्तु निःश्रेयसहेत्वोः कर्मसन्न्यासात् केवलात् कर्मयोगो विशिष्यते इति कर्मयोगं स्तौति। कस्मात् इति आह ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते। ज्ञेयः ज्ञातव्यः स कर्मयोगी नित्यसन्न्यासी इति यो न द्वेष्टि किञ्चिन् न काङ्क्षति दुःखसुखे तत्साधने च। एवंविधो यः कर्मणि वर्तमानोऽपि स नित्यसन्न्यासी इति ज्ञातव्यः इत्यर्थः। निर्द्वन्द्वः द्वन्द्ववर्जितः हि यस्मात् महाबाहो सुखं बन्धात् अनायासेन प्रमुच्यते। संन्यासकर्मयोगयोः भिन्नपुरुषानुष्ठेययोः विरुद्धयोः फलेऽपि विरोधयुक्तः न तु उभयोः निःश्रेयसकरत्वमेव इति प्राप्ते इदमुच्यते। साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः एकमप्यास्तिथः सम्यक् उभयोर्विन्दते फलम्। साङ्ख्ययोगौ पृथग् विरुद्धभिन्नफलौ बालाः प्रवदन्ति न पण्डिताः। पण्डितास्तु ज्ञानिनः एकं फलम् अविरुद्धम् इच्छन्ति। कथम्? एकमपि साङ्ख्ययोगयोः सम्यक् आस्थितः सम्यक् अनुष्ठितवान् इत्यर्थः। उभयोः विन्दते फलम्, उभयोः तदेव हि निःश्रेयसं फलम्, अतः न फले विरोधः अस्ति।